नमस्कारः. अद्यतनकरपत्रम् अस्ति शत्रुशानचोः प्रक्रियाचिन्तनम् इति. करपत्रं तु गते सप्ताहे समाप्तं, किन्तु अद्य प्रायः स्थूलरूपेण स्थूलदृष्टिः भवतु इति कृत्वा आरम्भतः किञ्चित् पश्यामः. अनन्तरम् उदाहरणानि स्वीकृत्य अपि किञ्चित् परिशीलयामः इति मम चिन्तनं. तर्हि अग्रे पश्यामः. भगिनी, शत्रन्तानां प्रातिपदिकनिर्माणं शत्रन्तरूपाणि इति अस्ति खलु, शत्रप्रत्ययस्य विषये शानच् प्रत्ययस्य विषये किञ्चित् स्मरति किं, किञ्चित् वदति किम्? शत्रशानच् द्वे षित् अस्ति, अतः ते सार्वधातुकप्रत्ययाः भवन्ति. किञ्चित् सार्वधातुक इति प्रत्ययेन प्रक्रिया यत् भवति तत् सार्वधातुकप्रक्रिया भवति. शत्र इति लशकतद्धते इति सूत्रेण शकारस्य लोपः भवति. ऋकारस्य उपदेशे अनुनासिकाने अत् इति अवशिष्यते. शानच् इति प्रत्यये अपि आन् इति अवशिष्यते. इदानीं यदि शत्र अस्माकं विवक्षा अस्ति, शत्र लट् लट् समानाधिकरणे शत्रशानचो इति सूत्रेण लट् अवस्था कतरी कत्रर्थके लट् इति लट् यद् लट् अस्ति तस्य तत्र शत्र शानच् इति आगच्छति. तदनन्तरं कतरि शप् तस्य प्रसक्तिः भवति कारणक शत्र इति शत्रशानच् सार्वधातुकप्रत्ययाः सन्ति. सो धातु योग शत्रु योग शप् इति भवति. शप् धातु शप् योग शत्रु इति आगच्छति. तदनन्तरं कार्यं प्रक्रिया भवति. शत्रुप्रत्ययस्य प्रक्रिया इति अजादि अस्ति. शत्रु शानत्वं सार्वधातुक अस्ति किन्तु अपित् अस्ति. सो अपित् सार्वधातुक अपित् इति सूत्रेण ङित्वत् भवति. सो गुणकार्यं न भवति, केवलं सार्वधातुकप्रक्रिया भवति. यदि कर्तर अर्थके कर्तरि शप् इत्यनेन विकर्णप्रत्ययस्य चिन्तनं भवति. धातु अनुसृत्य कः विकर्णपत् कः विकर्णपति आगच्छति, हा विकर्णप्रत्यय निमत्य निमत्तीकृत्य भेदः भवन्ति तत्र इति प्रक्रिया. यथा धातो प्रथमपुरुषे बहुवचने आगच्छति, तत्र अन्ति असि अजादि अपित् असि, तथैव महोदय कुत्रचित् अपि नास्ति महोदय. एवमेव सारांशरूपेण भगिनी वदतु इति मया उक्तमासीत्, तर्हि भगिनी तस्मिन् विषये वदति वदन्ती अस्ति महोदय. वयं करपत्रमेव स्वीकृत्य पुनः पश्यामः. किं तत्र करपत्रे प्रथमं तु अत्र उक्तमस्ति शानच् इति प्रत्ययः अस्ति. शानच् इति परिच्छेदे अस्माभिः किं दृष्टम् इति सारांशरूपेण लघुरूपेण वदति किं महोदय? शानच् प्रत्ययः अत्रापि षित् अस्ति, अतः सार्वधातुकं प्रत्ययः अपि भवितुम् अर्हति. परन्तु मोस्ट्लि आग्नेयप्रतिरूपमेव भवति. सानच् अदन्ताङ्गानां आनेमुक् इति सूत्रेण वद्यमान मान इति रूपं भवति. आन स्थाने मा आगच्छति, अतः मान इति रूपं भवति. तदेव सर्वं यक् प्रत्ययः अस्ति चेत् अत्र आ मान एव तिष्ठति, मान इति रूपं न भवति. यक् प्रत्ययः तु केवलं कर्मणि रूपेषु आयाति. अधुना वयं कर्तरि इति एव पश्यामः चेत् अस्माकं तु विषयद्वयं वर्तते खलु, अदन्तम् अङ्गम् अनदन्तम् अङ्गम् इति. अदन्तम् अङ्गं चेत् अधः अङ्गस्य मुक् आने इति सूत्र, आने मुक् इति सूत्रेण मुखागमः भवति. तर्हि मुक् इति तु हलादि, हलादि अपित् प्रत्ययः अस्ति इति कृत्वा वयं तु किं कुर्मः, हलादि अपित् अस्ति इति कृत्वा ते इति लट्लकारस्य एकवचनरूपं स्वीकृत्य तदेव ते इति निष्कास्य मुक् इति क्षम्यतां मान इति योजयामः. किमर्थम् इत्युक्ते मान इति यत् प्रत्ययः वयं योजयामः, मुक् मुक् सहितप्रत्ययः यत् अस्ति तत्तु हलादिप्रत्ययः अस्ति इति कृत्वा ततः एव हलादि अपित् अस्ति, ते अपि हलादि अपित् अस्ति लट्लकारस्य ते इति प्रत्ययः. तर्हि तस्य रूपं स्वीकृत्य ते निष्कास्य वयं मान इति योजयामः. उदाहरणार्थं वर्धते इति अस्ति, वर्धते इत्यस्मिन् अदन्तम् अङ्गम् अस्ति इति कृत्वा मान इति योजयामः, ते निष्कास्य केवलं मान इति योजयामः. तर्हि वर्धमान इति, वर्धमान इति प्रातिपदिकं साधयामः. खलु वर्तते ते अस्ति चेत् एव मानः भवति वा, अथवा अदन्त अङ्गं वदत इति वर्ध इति वदत वर्ध इति अदन्तम् अङ्गम् खलु. अनन्तरं ते इति हलादि प्रत्ययः अस्ति इति कृत्वा हलादिप्रत्ययस्य यत् विषयः अस्ति अत्र मान इति हलादिप्रत्ययः अस्ति इति कृत्वा प्रथमपक्षे एकवचनरूपं स्वीकृत्य तादृशं वयं निर्मामः. यथा अस्ति तथा एव भवति वर्धमान. अनन्तरम् अधुना वयम् अनदन्तम् अङ्गं पश्यामः चेत् का स्थितिः, अनदन्तम् अङ्गं चेत् मुखागमः न भवति, आनेमुक् इत्यस्य प्रसक्तिः नास्ति. तर्हि का स्थितिः तत्र, अनदन्तम् अङ्गमस्ति चेत् वयं किम् आन इति एव प्रत्ययः भवति. आन इति प्रत्ययः अजादिप्रत्ययः अस्ति, अपि प्रत्ययः अस्ति. तर्हि तस्य उदाहरणार्थं वयं लट्लकाररूपाणि पश्यामः चेत् सार्वधातुकप्रक्रिया एव खलु, उभयत्र सार्वधातुकप्रक्रिया अस्ति इति कृत्वा एव वयं लट्लकाररूपं स्वीकुर्मः. लट्लकाररूपं स्वीकुर्मः चेत् लट्लकारस्य मध्यम द्विवचनरूपं, प्रथमपुरुषद्विवचनरूपं किम् अस्ति, आते इति अस्ति. शेते शयाते शेरते, शीधातोः कृते, शीधातोः तु शेते इति अस्ति अनदन्तम् अङ्गम् अस्ति शीधातोः. तर्हि शीयोगः अत्र आते इति यत्र योजयामः द्वितीया द्विवचनरूपं तथा एव अस्ति अस्माकम् आन इति प्रत्ययः. तर्हि वयं किं कुर्मः, वयं जानीमः शयाते इति रूपम् इति जानीमः. तर्हि तत्र शयाते इति स्वीकृत्य शयाते यथा अस्ति तथा एव अत्रापि रूपं साधयामः, शयान इति रूपम् आयाति. तर्हि अदन्तम् एकवचनरूपं वयं बेस्लैन् रूपेण स्वीकुर्मः, अनदन्तम् अङ्गमस्ति चेत् वयं द्विवचनरूपं स्वीकुर्मः इति. किं महोदय, क्षम्यताम्, अत्र अहम् अन्यत् पृच्छामि. अत्र कृधातुः कृधातुः स्वीकुर्मः, डुक्रन् इति धातुः, तस्य तु आत्मनेपदीरूपम् अस्ति खलु, कुरुते कुर्वाते कुर्वते इति रूपं ययाति. तर्हि तस्य शानजन्तरूपं किं भवति इति पुनः वदति किं महोदय, अङ्गं किम् इति स्वीकृत्य. कुर्ते अस्ति चेत् अत्र अनन्त अङ्गम् अनन्तप्रत्ययः, अधः मानः मान इति रूपम् आनिमुक् कार्यं करोति मान इति. अनन्तरं द्विवचने वक्तुं शक्यते महोदय, कुरुते इति अदन्तम् अङ्गम् इति कथं वक्तुं शक्यते, ह्रस्व अकारः नास्ति खलु ते इति अस्मात् पूर्वम्. आं, ह्रस्व अकारः नास्ति, अधः कुरुते एव तिष्ठति, अधः मा अनदन्तम् अधः आन इति एव तिष्ठति महोदय. अत्र आम् सत्यम् इति कृत्वा आन अस्ति इति कृत्वा आन तु अजादिप्रत्ययः अस्ति अपि प्रत्ययः अस्ति तर्हि अजादिप्रत्ययः लट्लकारे कुत्र आयाति उत्तमपुरुष क्षम्यतां प्रथमपुरुष द्विवचने आयाति खलु तर्हि तद्रूपं किं कुरुते कुर्वाते इति अस्ति कुरुते कुर्वाते कुर्वन्ते वा कुर्वते कुर्वते इति कुरुते कुर्वाते कुर्वते तर्हि अत्र कुर्वाते इति अस्ति तर्हि कुर्वान् इति रूपं नत्वमपि भवति तर्हि कुर्वान् इति रूपम् इति कर्तृके भवति भगिनी कर्तृके कर्मणि अटक् अपि भवति साधु आम् उभयत्र भवति सत्यं कुर्वान् कुर्वाणः इति कर्तृके भवति साधु सत्यं तस्मिन्नेव विषये वदामः कर्मणि तु सरलमस्ति खलु सर्वे तु अदन्ताः सन्ति इति कृत्वा मान इति एव योजयामः तत्र तु किमपि क्लेशः नास्ति यत्र कर्तृत्वके भवति तत्र एव अस्माकं गणनिमित्ति कृते चिन्तनं भवति खलु इति कृत्वा तस्मिन्नेव विषये कर्पत्रमस्ति कर्मणि अस्ति चेत् बहु सरलमस्ति केवलं मान इति योजयित्वा सत्यं भगिनि क्रियते अङ्गम् अस्ति इति कृत्वा अदन्तम् अङ्गं मान इति योजयित्वा एकवचनं क्रियते इति एकवचनरूपं स्वीकृत्य क्रियमान इति महोदय प्रश्नः अस्ति किं महोदय महोदय क्रियमाण कुर्वते समानमेव शत्रुरूपं कर्तरिरूपम् एकमस्ति कर्तरि अन्यत् अस्ति कर्मणि इत्युक्ते क्रियमाण इति कर्मपदं सूचयति क्रियमाणं कार्यं बालकेन क्रियमाणं कार्यमस्ति कर्मपदं सूचयति किन्तु कुर्वाणम् इति अस्ति कुर्वाणः बालकः कार्यं कुर्वाणः बालकः इति कर्तारं सूचयति कर्तुः विशेषणरूपेण वयम् अस्माभिः प्रयोक्तुं शक्यते कृदन्तम् अस्ति खलु कुर्वाणः बालकः क्रियमाणं कार्यम् अस्ति बालकेन क्रियमाणं कार्यम् बालकेन क्रियमाणम् अत्र कर्मपदम् कर्मपदम् सत्यं महोदय कर्मणि प्रयोगे रूपं स्वीकृत्य क्रियमाण इति स्वीकुर्मः आम् महोदय अस्तु महोदय कुरुते कुरुते इति किं रूपम् इत्यस्य कुरुते कुर्वाते इति अस्ति खलु तर्हि कुर्वाण इति आगच्छति कार्यं कुर्वाणः बालकः द बाय् हू इस् डूयिङ्ग् द वर्क् इति किं रूपं महोदय कुरुते कुर्वाते किं कर्तरिपदं वा न कुरुते इति कृ धातुः उभयपदि अस्ति महोदय अधुना भवतः कृ धातुः उभयपदि अस्ति करोति कुरुतः कुर्वन्ति इति एकस्मिन् पक्षे परस्मैपदिरूपाणि तत्तु शत्रुप्रत्ययं तत्र योजयामः यत्र परस्मैपदि आयति तत्र तु शत्रुप्रत्ययं योजयामः यत्र आत्मनेपदीरूपाणि अपि सन्ति खलु उभयपदी इत्युक्ते परस्मैपदीरूपाणि अपि सन्ति आत्मनेपदीरूपाणि अपि सन्ति खलु आत्मनेपदीरूपाणि इति पश्यामः चेत् अन्यस्मिन् पक्षे तत्र तु कुरुते कुर्वाते कुर्वते इति रूपाणि लट्लकाररूपाणि धन्यवादः तर्हि तत्र अस्ति इति कृत्वा एव वयं शानचि योजयितुं शक्नुमः तथा भगिनी कुर्वाणो क्रियमाण तस्य वाक्यं वदतु निर्माणं तदेव उक्तवती खलु कुर्वाण इति कर्तारं सूचयति इति मनसि भवेत् यत्र कुर्वाण इति अस्ति तत्तु कर्तृत्वके अस्ति खलु इति कृत्वा कुर्वातेतः आयाति खलु तादृशमस्ति खलु इति अन्यत् व्यक्प्रत्ययः नास्ति तर्हि तत्तु कर्तारं सूचयति इत्युक्ते कुर्वाणः सेवकः कुर्वाणः सेवकः इति कुर्वाणः बालकः, कुर्वाणा सेविका इति वक्तुं शक्यते, नो चेत् कुर्वाणं यन्त्रम् इति वक्तुं शक्यते. यत्र क्रियमाण इति आगच्छति तत्तु कर्मपदं सूचयति, क्रियमाणं कार्यं, क्रियमाणं प्रक्षालनम् इति, क्रियमाणं सेवनम्. कर्मपदम् अनुसृत्य आयाति. अधुना मया सर्वे उदाहरणानि, सर्वाणि उदाहरणानि नपुंसकलिङ्गे प्रयुक्तानि इति कृत्वा मया कुर्वाणम् इति उक्तं. यदि अहं पठामि कुर्वाणः किमस्ति, लेखः, कुर्वाणः लेखः, लेखकः लेखं, लेखकेन कुर्वाणः लेखः इति कर्मणि प्रयोगः अस्ति खलु, लेखकेन कुर्वाणः. अस्माकं वाक्यमस्ति लेखकेन लेखः क्रियते, लेखः इति समीचीनमस्ति खलु. कुत्र पठामः भगिनि, कुत्र पठामः? एवमेव वयं पठामः भगिनि. तादृशं किं किं किमपि नास्ति, शानच् प्रत्य पुनः तदेव करपत्रं शानच् चर्चयामः. शानच् चर्चयामः तावत्. तर्हि लेखः इति अस्ति, डाक्युमेण्ट् इति अस्ति खलु लेखः. तर्हि लेखकेन कुर्वाणः लेखः, क्षम्यतां क्रियमाणः लेखः, क्रियमाणः लेखः. तथा एव अस्ति किं कविना क्रियमाणा गीता, गीता अस्तु, गीता इति स्त्रीलिङ्गपदमस्ति खलु. नो चेत् कवि बालिकया गीयमाना किमस्ति, गीयमाना भगवद्गीता इति, तत्तु कर्मपदं सूचयति. यः पठति, यः गायति तं न सूचयति खलु, तां वा तं वा न सूचयति. यत् पठितं नो चेत् यत् या पठिता तदेव सूचयति, कर्मपदं सूचयति इति कृत्वा वयं यक् प्रत्ययः मध्ये आयाति तत्र तत्र. अस्तु, तर्हि पुनः भगिनी वदति किम्, अधुना अहम् रुन्धधातोः अहं वदामि, एकनिमिषम्, रुन्धधातु एकनिमिषं, धा धातुः अपि उभयपदे, क्षम्यतां सरला भगिनि, धा धातुः उभयपदे अपि उभयपदे अस्ति. तर्हि लट्लकाररूपाणि सन्ति, दत्ते ददाते ददते इति. तर्हि धा धातोः आत्मनेपदी अस्ति, रूपमस्ति खलु, तस्य शानच् प्रत्ययं योजयित्वा रूपं किं साधयामः इति वदति किं भगिनि? आत्मनेपदी अहं रूपं न जानामि, किं भवति? ददाते ददते ददति. अस्तु, शानच् कर्तृ अर्थके भवति, कर्तृके चिन्तय, अस्माकं चिन्तनं कर्तृके भवति, तत्र गणमनश्चित्तिभेदः. ओके, योग आनदान भवति साधु. न न न न, चिन्तनं कथं भवति भगिनि? अस्माकम् अधुना दत्ते इति अदन्तमङ्गं किम्, अनदन्तमङ्गं किम्? वयं पूर्णतया प्रत्ययकार्यम् इति आरभ्य द्रष्टव्यं, तत्तु बृहत् अस्ति खलु. पूर्वमेव अस्माभिः दत्ते ददाते ददते इति रूपाणि साधितवन्तः वयं, यत्र वयं लट्लकाररूपाणि दृष्टवन्तः तत्रैव अस्माभिः कृतम् एतत् सर्वं. किन्तु अधुना किम् अस्ति अस्माकं दत्ते इति वयं जानीमः, अनदन्तम् अङ्गम् इति जानीमः, अनदन्तम् अङ्गम् अस्ति, अनदन्तम् अङ्गम् अस्ति. आम्, अश्नाभ्यस्य रातः इति कृत्वा अनदन्तम् अङ्गं भवति. तर्हि तादृश अनदन्तम् अङ्गम् अस्ति अधुना किम् अस्ति, ददाते इति अस्ति. तर्हि अनदन्तम् अङ्गम् इति वयं जानीमः, तर्हि अधुना अस्माकम् आनेमुक् प्रत्यस्प्रसक्तिः अस्ति किम्? मान इति योजयामः वा आन इति योजयामः वा अस्मिन् सन्दर्भे? अस्मिन् सन्दर्भे अदन्तं नास्ति, आन आगच्छति, आन इति एव अनदन्तम् अङ्गम् अस्ति इति कृत्वा आन इति योजयामः. आन इति कीदृशप्रत्ययः अस्ति? आन इति अजादि अपि अस्ति. अजादि अपि अस्ति, उत्तमम्. अधुना लट्लकारे अजादि अपि प्रत्ययः, प्रथमपुरुष एकवचनं वा प्रथमपुरुषद्विवचनं वा? प्रथमपुरुषद्विवचने. तर्हि तत्र रूपं किं? ददाति इति सत्यं इति रूपं. एकं वाक्यं वदति किं भगिनि ददान इति प्रयुज्य? ददान तत्र सवर्णदीर्घसन्धिः भवति. ददान न भगिनि, अत्र किम् इत्युक्ते श्नाभ्यस्य इत्यनेन लोपः भवति, केवलं वर्णमेलनं भवति इति मन्ये. ओ, श्नाभस्य सूत्रेण आकारस्य लोपः भवति पुनः. क्षम्यताम् एकनिमेषम्. आकारस्य दादातो दा इत्यस्य लोपः भवति, सत्यम्. ददान इति भवति, दद् आन इति भवति. दद् योग आन, सो ददान इति भवति. अस्तु, श्नाभ्यस्तयोरात अहं चिन्तवती केवलं यदि अङ्गं भवति तत्र अत्र आगच्छति श्नाभ्यस्य. एतदपि अङ्गम् अस्ति खलु, ददा इति अस्ति. प्रथमं तु किं भवति, पूर्णतया पश्यामः चेत् उदाहरणार्थं वदामि, दादातुः अस्ति, द्वित्वं भूत्वा ददा इति भव दादा इति भवति. अनन्तरं ह्रस्वः इत्यनेन ददा इति भवति. अधुना अस्माकं ददा इति अङ्गं, ददा योगः अधुना प्रथमं द्वित्वकार्यमेव अभवत् जुहोत्यादिभ्यः श्लुः इति सूत्रेण खलु. तर्हि कर्तृशप्रभाद्य जुहोत्यादिभ्यः श्लुः आयाति, तदनन्तरमेव द्वित्वम् आयाति. तर्हि ददा इति अङ्गं प्राप्नुमः. ददा योगः आन इति अस्ति अस्माकम् अङ्गम्. अस्माकम् अङ्गम् अनदन्तम् अस्ति इति कृत्वा वयम् आन मुक् आनेमुक् इत्यस्य प्रसक्तिः नास्ति, केवलम् आन इति योजयामः. अधुना ददा योगः आन, आन इति अपित् प्रत्ययः अस्ति इति कृत्वा नित्वं भवति खलु, तस्य तु नित्वम् आरोपितं भवति निति चेत् कृत्वा इत्यनेन तदर्थमेव तेन कारणेन श्नाभ्यस्योरातः इत्यस्य प्रसक्तिः प्राप्तिः अपि. तर्हि ददा इत्यस्य अङ्गस्य आकारस्य लोपः भवति, लोपः भवति. दद् योग आन आगच्छति, तदनन्तरं वर्णमेलनं भवति, ददान इति आगच्छति. पूर्णतया किमर्थं न कर्तव्यं, आवश्यकता नास्ति. किमर्थम् इत्युक्ते पूर्वमेव अस्माभिः प्रक्रिया दृष्टा इति कृत्वा अधुना वयं केवलम् एकवचनं द्विवचनम् इति उदाहरणं वयं तु जानीमः खलु कीदृशप्रक्रिया इति, तद् स्वीकृत्य वयं कुर्मः. यदि अनदन्तम् अङ्गं चेत् वयं द्विवचनस्य रूपं स्वीकृत्य वयं रूपसारूपं सरलरूपेण साधयितुं शक्नुमः. एकं वाक्यं वदतु भगिनि. एकवचने ददानरूपं प्राप्तं, द्विवचने ददान इति प्रातिपदिकं महोदय, स्थानजन्दप्रातिपदिकं. किं केन सूत्रेण ददान इति प्रातिपदिकसंज्ञा प्राप्नोति इति पृच्छे इति प्रश्ने सति कृप्तद्विदसमासच्च इति सूत्रमासीत्, तेन प्रातिपदिकसंज्ञा प्राप्नोति. आम् स्मरति खलु, प्रथमवर्गे अस्माभिः दृष्टम् आसीत् कृतातीतसमासच्च इति सूत्रेण तस्य प्रातिपदिकसंज्ञा विधीयते. अधुना वयं किम् अस्ति, प्रातिपदिकसंज्ञा विधायकसूत्रद्वयं वर्तते, अर्थवद् अर्धातु अप्रत्ययप्रातिपदिकम्, अनन्तरं कृतातीतसमासश्च अपि प्रातिपदिकसंज्ञा प्राप्नोति. तर्हि कृत् अस्ति इति कृत्वा शानच् कृत् अस्ति इति कृत्वा तस्य कार्यं करोति. आं महोदय, अनेन प्रातिपदिकसंज्ञा. अधुना शान किमस्ति, ददान इति प्रातिपदिकम् अस्ति. प्रातिपदिकं पुल्लिङ्गे अस्य रूपं किं भवति? रामशब्दवत् रामस्य ददानः ददानं ददानम् इति ददानौ सत्यं ददानः ददा पुल्लिङ्गे अस्ति चेत् ददानः ददानौ ददानाः ददानं ददानौ ददान् ददा ददा ददान् आगच्छति स्त्रीलिङ्गे भवति स्त्रीलिङ्गे अनन्तरं नपुंसकलिङ्गे फलं यत् अस्ति तथा एव अस्ति ददानम् ओके भगिनी वाक्यं वदतु वाक्यं कथं भवति ददानः भिक्षुकं भिक्षा ददानः युवकः गच्छति इति साधु किं भगिनि ददानः युवकः भिक्षुकं भिक्षां भिक्षां दत्त्वा गच्छति पुनः भगिनि क्षम्यताम् अहं सम्यक् न श्रुतवती मम मनः कुत्रचित् अपि आसीत् ददानः युवकः भिक्षुकं भिक्षुकाय भिक्षुकाय भिक्षां भिक्षां दत्त्वा गच्छति ददानः युवकः गच्छति विषयद्वयं क्रियापदद्वयं भवति खलु सः ददाति इति एकं क्रियापदं क्रिया सम्भवति अनन्तरं गच्छति इति अपि अस्ति तर्हि ददानः युवकः भिक्षुकं धनं ददानः युवकः गच्छति इति भिक्षुकाय इति भवति चतुर्थी भिक्षुकाय धनं ददानः युवकः गच्छति इदानीं तस्य कर्मणि कर्मणि अधुना न कुर्मः भगिनि अस्तु न कुर्मः अस्तु खलु नो चेत् ब्रह्मः जायते अस्तु पुनः एकम् एकं रूपं ददामि किमेव विषये चानचित्यकेषु पुनः एकम् अपि कृत्वा अग्रे गच्छामः क्षम्यतां क्रूधातुः क्रीधातुः क्रीणाति इति आगच्छति खलु तदपि उभयपदी धातुः अस्ति क्रीणाति क्रीणीते क्रीणाते क्रीणते उभयपदी अस्ति तर्हि आत्मनेपदीरूपाणि सन्ति क्रीणीते क्रीणाते क्रीणते अधुना कीदृशम् अङ्गमस्ति अनदन्तम् अङ्गमस्ति पुनः अनदन्तम् अङ्गमस्ति उत्तमम् अधुना अनदन्तम् अङ्गं चेत् अस्माकं क्रीणा अस्माकं धातुः अङ्गम् अनन्तरं शानच् प्रत्ययः आगच्छति शानच् प्रत्ययस्य मुखागमः भवति किम् अङ्गस्य मुखागमः भवति किं न भवति अदन्तमं नास्ति इति कृत्वा आनेमुख इत्यस्य प्रसक्तिः नास्ति उत्तमं तर्हि इदानीमपि इदानीमपि आकारस्य लोपः भवति क्रीणा क्रीण भवति तदनन्तरं क्रीणयोग आन क्रीणान भवति उत्तमम् कः वदति वाक्यं कः वदति सरला भगिनी मास्तु अन्य पुष्पा भगिनी महोदय मणिमहोदय वाक्यं वदति किं कः वदति क्रीणान इति अस्माकं प्रातिपदिकम् भगिनी क्रीणा एव अङ्गं न क्रीणा इति अङ्गं तस्य तु आकारस्य लोपः भवति श्नाभ्यस्य रातः इति अस्तु न वाक्यं वदति किं भगिनि प्रयत्नं करोति किं पुष्पा भगिनी क्रीणानः क्रीणानः पुल्लिङ्गे क्रीणाना स्त्रीलिङ्गे क्रीणानं नपुंसकलिङ्गे सीता क्रीणाना सीता शाटिकं शाटिकं दीयते शाटिकां क्रीणाना दीयते इति कर्मणि रूपम् अस्ति कर्तृप्रयोगे कर्मणि शाटिकां क्रीणाना शाटिका इति स्त्रीलिङ्गपदमस्ति तर्हि शाटिकां क्रीणाना सीता किं करोति एकवारं वदतु शाटिकाना शाटिकां क्रीणाना सीता शाटिकां क्रीणा सीता शाटिकां किमपि यत्किमपि स्यूतम् उद्घाटयति ददाति किं ददाति शाटिकां पुनः शाटिकामेव क्रीणाति शाटिकामेव ददाति तत् शक्यते फलरसं पिबति आपणे अस्ति फलरसं पिबति विवादं करोति इत्यपि वक्तुं शक्यते शाटिका क्रीणाना सीता आपणिकेन सह विवादं करोति अहं लिखितवती क्रीणाना महिला आपणे तिष्ठति शाटिकां क्रीणाना महिला आपणे तिष्ठति व्याकरणरीत्या समीचीनमेव अस्तु मणिमहोदय भवतः कृते एकं ददामि किम् चिनुयोगः क्षम्यताम् अहमेव उक्तवती एवं कुर्मः जन् इति धातुः तस्य तु जायते किं भवति रूपाणि जायते जायन्ते इति भवति खलु पश्यामि आगच्छति जायते जायेते जायन्ते क्षम्यतां जायेते जायन्ते केवलं मणिमहोदय वदतु चिन्तनं कथं स्यात् इति कृपया वदतु महोदय अत्र जायते इति अनुसन्तानकम् अधः पुनः चिन्तयतु अदन्तम् अङ्गम् अनदन्तम् अङ्गम् इति कथं जानीमः कस्य अदन्तम् अङ्गम् अनदन्तम् अङ्गं जायते आं महोदय जाजनार्जो इति चिन्तनं जा भवति जाय इति षण् प्रत्ययस्य कृते अनदन्तम् अङ्गं धातुः अदन्तं वा अनदन्तं वा इति का प्रश्नः नास्ति अत्र तु ते इति प्रत्ययस्य कृते ते इति लट्लकारप्रत्ययस्यैव स्थाने अस्माकं शानच् प्रत्ययः आगच्छति खलु किमर्थम् इत्युक्ते धातुः अस्ति मध्ये विकर्णप्रत्ययः अस्ति अनन्तरं सामान्यतया लट्लकारः आगच्छति सिङ् प्रत्ययः किमपि आगच्छति किन्तु तिङ्प्रत्ययं निष्कास्य अधुना वयं धातुः विकरणप्रत्ययः अनन्तरं शानच् आगति यदि शानच् प्रत्ययस्य कृते अङ्गम् अदन्तं वा अनदन्तं वा द्रष्टव्यं तर्हि ते प्रत्ययस्य कृते अपि अदन्तं वा अनदन्तं वा इति पश्यामः चेदपि तदहं समानं खलु अतः जायते इति ते प्रत्ययः अनदन्तम् इति स्वीकरणीयं. प्रत्ययः अदन्तम् अनदन्तम् इति वक्तुं न शक्यते महोदय. ते इति प्रत्ययः अस्ति. जाय इति जाय इति अङ्गमस्ति खलु. अङ्गं किम् अस्ति? जाय इति अदन्तङ्कम्. अतः मान इति मान इति योजयामः. तर्हि रूपं किं भवति? जायमानः, जायमाना, जायमानम् इति. केवलं प्रातिपदिकम् इति पृच्छामि चेत् स्थानजन्तरूपम् इति पृच्छामः चेत् स्थानजन्तप्रातिपदिकम् इति पृच्छामः चेत् जायमान इति एव. किन्तु पुल्लिङ्गे जायमानः इति आगच्छति. पुल्लिङ्गे एकवचने तत्रापि पुल्लिङ्गे अपि प्रातिपदिकं तु जायमान इति एव अस्ति. अकारान्ते जायमान इति प्रातिपदिकं, स्त्रीलिङ्गे आकारान्त जायमाना इति प्रातिपदिकं, नपुंसकलिङ्गे अकारान्त न जायमान इति प्रातिपदिकम्. अत्र जाय इत्युक्ते ज्ञातवान् इति अर्थः वा? प्रादुर्भावे इति जायते इत्युक्ते जननं भवति इति. ओ जननं, जन् जन्जातु, जन् जातु. महोदय अर्थः किं महोदय? जायमान इत्युक्ते क्षम्यता महोदय, जननं भवति इति महोदय. जननं धेनोः जननं, वत्सस्य जननं. इत्युक्ते जायमानः जायमानः पुत्रः ज्ञानी भवति. जायमानः शिशुः रोदिति इति वक्तुं शक्यते खलु भगिनी? भगिनी म्यूट् करोतु भगिनि. भगिनि अहं वाक्यं लिखितवती. सर्वे जायमानं बालकं द्रष्टुम् आगच्छन्ति. साधु. अस्तु, आं साधु अस्ति भगिनि. जायमानं बालकम् अत्र तु कर्मरूपेण, अस्माकं तु जायमान इति यः जायते, जायते यः हूवर् इस् बिङ्ग् बान् तं सूचयति. अत्र तु शिशुः अस्ति, तर्हि जायमानः शिशुः अस्ति. अनन्तरं पुनः सर्वे जायमानं द्वितीयवाक्यमस्ति भवत्याः. किं भवति यदि तादृशरूपेण लिखति चेत् अधुना कर्मपदरूपेण आगच्छति, तर्हि सर्वेषां भ्रमः भवति. कर्तृकपदं कथं कर्मपदं सूचयितुं शक्नोति इति भ्रमः भवति. तर्हि तद् मास्तु इति कृत्वा प्रथमवाक्यं भवतु जायमानः शिष्यः अस्ति, शिशुः अस्ति. अनन्तरं द्वितीयवाक्यं सर्वे जायमानं शिशुं द्रष्टुम् आगच्छति. तादृशं स्पष्टता भवति सर्वेषां. अधिकतया अहम् अधुना एव मम किमस्ति गीतासोपानस्य वर्गं समापितवती, तर्हि तत्र तदेव सर्वेषामपि भ्रमः जातः. तत्र कर्तृत्वके कर्मणि अर्थके, तर्हि कर्तृत्वके तस्य तद् कर्मपदरूपेण यत्र प्रयोगः भवति तत्र तु बहु भ्रमः जायते. अस्तु, प्रश्नः अस्ति किम् अत्र शानच् प्रत्ययस्य विषये? तर्हि यत्किमपि दातुमपि सरलमस्ति महोदय. यत्किमपि धातुः भवतु, तर्हि कथं वयं सरलरूपेण कथं रूपाणि स्थापयामः इत्युक्ते अङ्गम् अदन्तं वा अनदन्तं वा इति द्रष्टव्यम्. अदन्तम् अनन्तम् इति प्रश्ने सति किम् इत्युक्ते ते इति प्रत्ययस्य कृते, तिङ् प्रत्ययस्य कृते अदन्तम् अङ्गं वा अनदन्तम् अङ्गं वा, धातुः किमपि भवतु, किन्तु ते इति प्रत्ययस्य कृते अदन्तम् अङ्गम् अनदन्तम् अङ्गम् इति पश्यामः चेत् अदन्तम् अङ्गं चेत् अदन्तम् इत्युक्ते ह्रस्व अकारः, ते इत्यस्मात् पूर्वं ह्रस्व अकारः आगच्छति चेत् वयं किं मान इति योजयामः. आनयमुखत्यस्य प्रसक्तिः मान इति योजयामः. यदि ह्रस्व अकारः नास्ति इत्युक्ते अनदन्तम् अङ्गम् इति चिन्तयामः, तर्हि तत्र तु आन इति आगच्छति इति कृत्वा द्वितीयरूपं द्विवचनरूपं स्वीकृत्य साधयामः. यत्र अनदन्तम् अङ्गम् अस्ति तस्य तु द्विवचनरूपं स्वीकृत्य साधयामः. इत्युक्ते गायेते इति रूपं द्विवचन रूपं न, अत्र तु अदन्तम् अङ्गमस्ति खलु, जायते इत्यस्य अदन्तम् अङ्गं, तर्हि किमर्थं द्विवचनं स्वीकुर्मः? न आवश्यकं खलु. यदि अदन्तम् एव स्वीकुर्मः, अनदन्तम् अङ्गमस्ति चेत् एव द्विवचनम् अङ्गं स्वीकुर्मः. धन्यवादः महोदय. अधुना शत्रुप्रत्ययः इति, शत्रुप्रत्ययस्य तु अत् इति योजयामः खलु अन्ते, पुनः तदेव विषयः अस्ति. धातुः अनन्तरं मध्ये विकरणप्रत्ययः अनन्तरम् अत् इति प्रत्ययः. एतत्तु पुनः कर्तृतके एव अस्ति शत्रुप्रत्ययः अपि. साक्षात् कर्तृतकम् एवम् एव आयाति कर्मण्यते, कदापि अपि कदापि न आयाति एव शत्रुप्रत्ययः. सर्वदा तु नित्यं कर्तृतकं कर्तारं सूचयति. तर्हि अत्र किमस्ति, धातुः विकरणप्रत्ययः, पुनः पुनः एतदपि षित् अस्ति इति कृत्वा सार्वधातुकं संज्ञा भूत्वा अस्यापि कर्तरि षत् आगच्छति प्रथमम्, अनन्तरं तद् प्रभावे अन्ये विकरणप्रत्ययाः अपि गणमनुसृत्य आयान्ति. तर्हि गण अनुसृत्य एव चिन्तनं भवति. अत्र अत् इति प्रत्ययः कीदृशप्रत्ययः? अजादि अपित् प्रत्ययः. उत्तमम्. अस्माकं लट्लकाररूपेषु अजादि अपित् प्रत्ययस्य उदाहरणं वदतु. बहुवचन अन्ति इति अजादि अपित् अस्ति, तर्हि तदेव रूपं स्वीकृत्य किमपि अस्माभिः साधितं तदेव स्वीकृत्य इन्ति इति निष्कास्य वयम् अन्ति इति निष्कास्य अति इति योजयामः खलु. अस्तु, नो चेत् इन्ति इति निष्कास्य इति इति योजयितुं शक्नुमः. तथा कर्तुं शक्यते. किन्तु भगिनि नुमागमसविचारः आगच्छति न शत्रुप्रत्यये? तत्र बृहत् विषयम् अस्ति, अग्रे तदेव आयाति. तर्हि अधुना किम् अस्ति, अनुमागमः विषयः कुत्र वर्तते इति प्रश्ने सति, नुमागमः कुत्र कुत्र भवति इति कोऽपि वक्तुमिच्छति किम्? अस्तु, पुल्लिङ्गे ओके, पुल्लिङ्गे नुमागमप्रथमपञ्च तथैव भगिनि, तत् तदर्थमेव अहं मया न स्वीकृतं. प्रातिपदिकनिर्माणे नुमागमः चिन्तनं न आयाति. मूलप्रातिपदिकचिन्तनं चिन्तने तु नुमागमः न भवति एव. यत्र लिङ्गमनुसृत्य वयं प्रातिपदिकान् साधयामः तत्र एव तस्मिन् स्तरे एव आयाति. अस्माकं प्रथमस्तरे नुमागमः चिन्तनं नास्ति. अस्तु, तर्हि अस्माकं प्रथमसोपानं किम् अस्ति? मूलक्षत्रन्तप्राति शत्रु प्रातिपदिक साधनम् इति अस्ति खलु, तत् प्रथमं कुर्मः. तस्य कृते अस्माकं सरलमार्गः अस्ति, अन्ति इति यत् रूपम् अस्ति तदेव स्वीकृत्य निष्कास्य इन्ति निष्कास्य इत् इति योजयामः खलु, नो चेत् अन्ति इति निष्कास्य अत् इति योजयामः. अस्तु, उदाहरणार्थं अधुना पुष्पा भगिनी वदति किं चुर्धातोः कृते तत्र मूलप्रातिपदिकं किम् इति वदति किम्? चुर् धातु किं? चुर् चुर् आम् चुर् चुर् शत्रन्त न शत्रुप्रातिपदिकं मूलप्राति केवलप्रातिपदिकं रूपाणि न पृच्छामि, केवलप्रातिपदिकं चुर् धातु चोरय चोरय चोरय इति आगच्छति. पुनः चिन्तयतु, अत्र किं किम् उक्तमासीत्? एकनिमिषं भगिनि, सरलमार्गः इति अस्माभिः उक्तमासीत् खलु, अत् इति प्रत्ययः अजादि अपित् प्रत्ययः अस्ति, लट्लकारे अजादि प्रत्ययः अपित् प्रत्ययः तु अन्ति इति प्रत्ययः अस्ति. तर्हि अन्ति इत्यस्य रूपं यत् अस्ति, उदाहरणार्थं चुचुर् धातोः कृते चोरयन्ति इति रूपम् आगच्छति खलु, चोरयन्ति चोरयतः चोरयन्ति इति रूपं, तर्हि इन्ति इति निष्कास्य वयम् इति योजयामः, तर्हि चोरयत् इति रूपं स्थापयामः, चोरयत् इति प्रातिपदिकं, तदेव मम आशयः आसीत्। अन्यदपि प्रातिपदिकं पृच्छत् न वदामि, वयं तु प्रथमसोपानं समाप्य अनन्तरम् अग्रे चिन्तयामः। प्रथमसोपानं सरलमस्ति, केवलम् अन्ति इति रूपं स्वीकृत्य मूलप्रातिपदिकनिर्माणम्। अधुना अन्यत् पृच्छामि अहं, कृकृधातुः यत्र वयं क्रीणाति इति आगच्छति खलु परस्मैपदी, तत्र तस्य शान क्षम्यतां तस्य शत्रु मूलप्रातिपदिकरूपं किम् इति मणिमहोदय वदति किल। कृणत् इति कृणन्ति, कृणत् इति रूपं भवति महोदय, क्रीणाति क्रीणाति क्रीणीतः क्रीणन्ति, क्रीणन्ति अतः क्रीणत् इति रूपम्, उत्तमं क्रीणत् इति रूपं। तर्हि मूलप्रातिक सरला भगिन्याः कृते अहं नयति इति स्वीकृत्य वदतु महोदय, नयत् नयत् नयत् इति केवलम्, उत्तमं भगिनि। तर्हि तावदेव अस्ति अस्माकं मूलप्रातिपदिकम्, अधुना प्रथमसोपानं समाप्तं खलु मूलप्रातिपदिकनिर्माणम्। अधुना अस्माभिः लिङ्गम् अनुसृत्य, लिङ्गं तु पुल्लिङ्गे प्रातिपदिकं, स्त्रीलिङ्गे प्रातिपदिकं, नपुंसकलिङ्गे प्रातिपदिकम् इति अस्ति खलु, तदनन्तरमेव विभक्तिरूपाणि आगच्छन्ति। पुल्लिङ्गे प्रातिपदिकम् अधुना स्वस्य स्वस्य धातुः चिन्तयतु, अहं चोरयत् इत्यस्य चिन्तयित्वा अहं वदामि, चुर्धातोः कृते चोरयत् इति यत् अस्ति मूलप्रातिपदिकं, पुल्लिङ्गे तदेव प्रातिपदिकम् अस्ति, नपुंसकलिङ्गे अपि चोरयत् इत्येव प्रातिपदिकं, किन्तु स्त्रीलिङ्गे नुमागमः चिन्तना आयाति, प्रातिपदिके स्त्रीलिङ्गे नुमागमः चिन्तना भवतु इति अस्ति। तत्र का सूत्रद्वयं वर्तते नुमागमः चिन्तनस्य कृते स्त्रीलिङ्गे, आचिनद्योर्नु शप्शनो नित्यम् इति सूत्रद्वयम्। अस्माकम् अधुना शप्शन् इत्युक्ते चुरादिगणे द्वादिगणे चुरादिगणे नो चेत् चुरादिगणे नो चेत् दिवादिगणे अस्ति चेत् नुमागमः नित्यं भवति, सुदादिगणे अस्ति चेत् नुमागमः विकल्पेन भवति, अन्येषु सर्वेषु गणेषु नुमागमः न भवति एव स्त्रीलिङ्गे, स्त्रीलिङ्गप्रातिपदिके नुमागमः न भवति। तर्हि मम धातुः आसीत् चुर्धातुः मम धातुः यत् आसीत् तत्तु किम् अस्ति, दशमगणस्य अस्ति, शप्रत्ययः अस्ति इति कृत्वा तस्य शप्शनोर्नित्यम् इत्यनेन नुमागमः नित्यः अस्ति इति कृत्वा चोरयन्ति इति मम स्त्रीलिङ्गप्रातिपदिकम्। तर्हि मम स्त्रीलिङ्गरूपाणि अग्रे किम् आयान्ति, चोरयन्ति चोरयन्त्यौ चोरयन्त्यः इति आयान्ति, सर्वत्र नुमागमः भवति विभक्तिरूपेषु। अस्तु अधुना अग्रे मणिमहोदयस्य धातुः कः आसीत्? क्रीणत् इति, क्रीणत् इति नास्ति क्रीणत् इति वक्तव्यं, दीर्घैकारः अस्ति खलु, दीर्घैकारः भवति, क्रीणत् इति प्रातिपदिकम् अस्ति। अधुना क्रीणत् इत्यस्य क्रीणत् इत्यस्य कस्मिन् गणे वर्तते, किम् अस्ति अस्माकं विकर्णप्रत्ययः कः? तर्हि विकर्णप्रत्ययः शप् अपि नास्ति, शन् अपि नास्ति, तर्हि शप् शनो नित्यम् इत्यस्य प्रसक्तिः नास्ति। द्वितीयं सूत्रं किम्? आचिनद्योर्नुम् इति अस्ति, अदन्तम् किमस्ति विकल्पेन तथा सुदादिगणे विकल्पेन आगच्छति, परे अत्र तु तुदादिगणे नास्ति खलु नास्ति सो अदन्तमङ्गलम् तुदादिगणे एव विकल्पेन के अदादिगणस्य आकारान्तदातवः विकल्पेन आगच्छन्ति अनन्तरं तुदादिगणस्य अपि अस्ति अत्र तु ना इति अस्ति श्ना श्ना इति किं क्रयादिगणस्य अस्ति खलु तर्हि क्रयादिगणस्य तु नुमागमः न भवति एव सूत्रद्वयस्य अपि प्रसक्तिः नास्ति प्राप्तिः अपि नास्ति तर्हि स्त्रीलिङ्गप्रातिपदिकं किम् अस्ति महोदय भवतः धातोः क्रीणति इति दीर्घः अस्ति दीर्घः भवति क्रीणत् केवलं नी प्रत्ययः आगच्छति उगुत्सश्च नी प्रत्ययः तर्हि महोदय विभक्तिरूपाणि कानि क्रीणति क्रीणत्यौ क्रीणन्त्यः नन्त नकारः कुत्रचित् अपि नायाति प्रातिपदिके एव नास्ति नकारः तर्हि क्षम्यतां महोदय क्रीणति क्रीणत्यौ क्रीण्यतः क्रीणत्यः क्रीणत्यः अस्तु महोदय क्रीणत्यः उत्तमं तदेव विवचने द्वितीयविभक्तिः अस्ति क्रीणतीं क्रीणत्यौ अनन्तरं पुनः तृतीया विभक्तिः अस्ति क्रीणत्या क्रीणद्यां क्रीणद्भिः इति नदीभिः खलु क्षम्यतां तर्हि क्रीणतीभिः इति अस्ति नदीभ्यां तर्हि क्रीणतीभ्यां क्रीणतीभिः तथा अस्ति अस्तु अधुना पुष्पा भगिनी भवत्याः धातुः कः आसीत् म्यूट् अस्मि प्रश्न पृच्छतु क्रीणतीं क्रीणत्यौ द्वितीयविभक्ति क्रीणतीः आं भगिनि सत्यं नदीः इति अस्ति खलु तथा एव मम चोरयति न सोरि तु अहं स्वीकृतवती भवत्याः कृते अन्यत् अहं दत्तवती खलु न दत्तवती तत् अहं स्वीकृत तत्तु अहं कृतवती भवत्याः कृते अन्यत् ददामि भवती भवती एतत् स्वीकरोतु एकनिमिषम् एकनिमिषं भगिनि क्षम्यताम् देवदात् मम तु भाग्यता आसीत् मम तु हङ्गामकं किं न करोति एकनिमिषम् इति अस्ति क्षिप् दातुः भगिनि किम् एतद् स्वीकरोतु नुद् नुद् दातुः नुदति मूलशत्रप्रातिपदिकं किम् नुद् मूलशत्रप्रातिपदिकं नुदत् नुदत् अधुना पुल्लिङ्गप्रातिपदिकं किं नुदन्ति आगच्छति पुल्लिङ्गप्रातिपदिकं भगिनि सम्यक् शृणोतु पुल्लिङ्गप्रातिपदिकं पुल्लिङ्गपदं नुदत् नपुंसकलिङ्गप्रातिपदिकं नपुंसकलिङ्गनुदत् एव न स्त्रीलिङ्गप्रातिपदिकं नुदन्ति इति अस्ति अत्र किं किञ्च नुदत् इति कस्मिन् गणे वर्तते नुदत् रुदादिगणे अस्ति वा न न न न रुदादि न एतत् सुदादिगणीयदातु कथम् ऊहा कर्तुं शक्यते इत्युक्ते नोदति इति गुणकार्यं न अभवत् खलु गुणनिषेधः अभवत् नोदति इति नास्ति नुदति इति एव तिष्ठति इति कृत्वा वयं जानीमः गुणकार्यं न भवति इति कृत्वा तुदादिगणीयः इति जानीमः तर्हि तुदादिगणस्य का स्थितिः वयं शप्शन् नास्ति तर्हि शप्शनो नृत्यम् इत्युक्ते प्रसक्तिः नास्ति किन्तु इत्यनेन नुमागमः विकल्पेन आयाति, वैकल्पिकः अस्ति. तर्हि स्त्रीप्रातिपदिकद्वयं भवति अस्य कृते. अधुना नुदति इति स्वीकृत्य स्त्रीलिङ्गरूपाणि के कानि भवन्ति? नुदति, नुदन्ति, एकनिमिषं भगिनि, मिक्स् सर्वं मिक्स् कृत्वा मा करोतु. नुदति इति एकं स्वीकृत्य वदतु. नुदति, नुदति, नुदत्यौ, नुदत्यः, नुदन्ति, नुदन्त्यौ, नुदन्त्यः. उत्तमं भगिनि, सत्यं तथा अस्ति. तर्हि अत्र भवत्याः कृतं भगिनि, सरला भगिन्याः धातुः कः आसीत्? चूर् अभवत् भगिनि, चौर्यं कृतवती. अहं तु अन्यत् दत्तवती भवत्याः कृते. धातोः विषये वदतु भगिनि. नी धातु तस्य प्रातिपदकं भवति नयत्. पुल्लिङ्गे अपि नपुंसकलिङ्गे नयत् भवति. नयत् इति शप्शनो नित्यम् इति अनेन स्त्रीलिङ्गे नयन्ति इति आगच्छति. सो नयन्ति, नयन्त्यौ, नयन्त्यः, नयन्ती, नयन्त्यौ, नयन्तीः, नयन् नयन्त्या, धन्यवादः भगिनि. उत्तमम्, उत्तमम्. अधुना स्त्रीप्रातिपदिकं निर्मातम्, अधुना पुल्लिङ्गप्रातिपदिकं, पुल्लिङ्गम् अनुसृत्य द्वितीयसपानं समाप्तं. वयम् अस्मान् वयं जानीमः कथं पुल्लिङ्गप्रातिपदिकं कथं भवति, स्त्रीलिङ्गप्रातिपदिकं रूपाणि अपि वयं साधितवन्तः स्त्रीलिङ्गस्य कृते. अधुना एकम् अस्ति स्त्रीलिङ्गस्य कृते, किम् इत्युक्ते अस्माकं आकारं न कृतं भगिनि, त्वं न कृतं विद्या भगिनी. उदाहरणं स्वीकृत्य भवत्या एव कृतं खलु, सर्वाणि उदाहरणानि न कर्तुं शक्यते खलु. अस्तु, उदाहरणार्थं या इति धातुः स्वीकरोतु. याति, यातौ, क्षम्यतां, यातः, यान्ति इति. तर्हि यात् इति मूलप्रातिपदिकं, या इति अदादिगणस्य अस्ति, आकारान्तमङ्गमस्ति इति कृत्वा रूपद्वयं भवति स्त्रीलिङ्गस्य कृते. यात् पुल्लिङ्गस्य कृते यात् इति, नपुंसकलिङ्गप्रातिपदिकमपि यात् अस्ति. अनन्तरं स्त्रीलिङ्गस्य कृते आखीनद्योर्णम् इत्यनेन रूपद्वयं भवति, यान्ति इति एकम्, अनन्तरं याति इति अन्यत्. अस्तु, एतदपि तर्हि कुर्मः. दा धातोः कृते किं का स्थितिः? जुहोति अधिगणस्य तत्तु पुनः आचीनद्योर्णं शप्शनो नित्यमपि प्रसक्तिः नास्ति, आचीनद्योर्णम् अपि प्रसक्तिः नास्ति. तर्हि ददति इति एकमेव नुमागमः नास्ति स्त्रीलिङ्गे इति विषयः. परन्तु नपुंसकलिङ्गे अस्ति वा? भगिनि दत्ता अग्रिमसोपानमस्ति, अधुना न पश्यामः. परन्तु प्रातिपदिकनिर्माणं पुल्लिङ्गे स्त्रीलिङ्गे नपुंसकलिङ्गे अधुना समाप्तम्. अधुना तृतीयं सोपानं पश्यामः, पुल्लिङ्गस्य कृते पश्यामः वयं. नो चेत् वयं तु स्त्रीलिङ्गस्य दृष्टवन्तः खलु, तर्हि पुल्लिङ्गस्य कृते पश्यामः तृतीयसोपानम्. पुल्लिङ्गस्य कृते अस्तु, न मम धातुः अस्ति, चुरुधातुः अस्ति, चुरुधातुः चोरयत् इति प्रातिपदिकं मया निर्मितं. तर्हि पुल्लिङ्गप्रातिपदिकमपि चोरयत् इति एव आसीत् खलु. अधुना वयं जानीमः प्रथमपञ्चस्थानं तु विभक्तिसंज्ञकस्थानानि सन्ति. केन सूत्रेण? सुड क्षम्यतां, किमस्ति सुडनपुंसकस्य पञ्च सुड, आमाम् आमाम् सुड अनपुंसकस्य, नपुंसकलिङ्गे नास्ति किन्तु पुल्लिङ्गे स्त्रीलिङ्गे प्रथमपञ्च विभक्तिस्थानानि किमस्ति? सर्वनामस्थानं, सर्वनामस्थानसंज्ञा, अस्माकं सार्वत्रिकसूत्रम् अस्ति उगिदचां सर्वनामस्थाने अधातोः इति अस्ति सामान्यसूत्रम्. अत्र सूत्राणि किं किं प्रसक्तानि इत्युक्ते पुल्लिङ्गस्य कृते उगिदचां सर्वनामस्थाने, अनन्तरं नाभ्यस्थस्य शतुः इत्युक्ते यत्र जुहोत्यादिगणस्य द्वित्वं भवति तत्र तु अभ्यस्तसंज्ञकात् परे शतुः प्रत्ययः आगच्छति चेत् नुमागमः न भवति इति. अनन्तरं इति अस्ति, इति सूत्रद्वयमेव अस्ति पुल्लिङ्गस्य कृते. तर्हि यदि मम धातुः जुहोत्यादिगणे अस्ति चेत् नुमागमः न भवति प्रथमपञ्चस्थलेषु. किन्तु यदि मम धातुः अन्यस्मिन् गण्या नवगणेषु अपि वर्तन्ते चेत् केवलम् अदादिगणस्य जक्षत्यादेः षत् विहाय अन्ये सर्वे धातवः अपि सन्ति अदादिगणस्य सन्ति चेत् निमागमः निश्चयेन भवति पुल्लिङ्गे प्रथमपञ्चविभक्तिस्थलेषु. इत्युक्ते मम रूपाणि भवन्ति तर्हि चोरयन् चोरयन्तौ चोरयन्तः चोरयन्तं चोरयन्तौ चोरयतः इति मम रूपाणि. किमर्थम् इत्युक्ते मम तु अदादिगणस्य षड्जातवः षट् अभ्यासंज्ञकदातवः नास्ति, चुरुधातुः तस्मिन् नास्ति, अनन्तरं तेषु नास्ति, अनन्तरं जुहोत्यादिगणस्य च नास्ति इति कृत्वा निमागमः नित्यं भवति एव, निश्चयेन भवति. आम्, अधुना मणिमहोदय वदतु. महोदय, मणिमहोदय धातुः का, धातुः कः? रूपं प्रातिपदिकं प्राप्तम् पुल्लिङ्गे उगितसां सर्वनामस्थानां नाभ्यश्चतुः. आं महोदय, अत्र स्ना इति अत्र स्नाभ्यस्वरात् इत्यनेन आकारः लोपो भवति, अतः महोदय महोदयस्य भ्रमः आगच्छति. महोदय, अधुना वयं स्नाभ्यस्वरतः इति न वदामः, नाभ्यश्चतुः इति सूत्रं किं वदति? अभ्यस्तसंज्ञक अस्ति चेत् इत्युक्ते अभ्यस्तसंज्ञक इत्युक्ते अत्र द्वित्वं भवति, अभ्यस्तसंज्ञा वर्तते. महोदयस्य लैन् भङ्गम् अभवत् इति मन्ये. महोदयः आगच्छेत् एकनिमिषं प्रतीक्षां कुर्मः. झटिति आगच्छति महोदय. महोदय नास्ति. महोदय आगतवान् आगतवान् महोदय. झटिति महोदय. आं महोदय, भङ्गम् अभवत् इति मन्ये. तस्य भवतः कृते नेट् कनेक्षन् फ्रिक्वेण्ट्लि फोन् मध्ये तदेव महोदय. अहं मन्ये एकघण्टा अनन्तरं डिस्कनेक्ट् भवति इति मन्ये फोन् इत्यस्य, तथा अस्ति. एकघण्टा एव भवति मेक्सिमम् काल् ड्यूरेशन् इति मन्ये. अधिकतया एकघण्टा एव भवति, तदनन्तरं पुनः आह्वानं करणीयम् इति. महोदय, अत्र भवतः तु किञ्चित् भ्रमः जातः इति मन्ये. स्नाभ्यस्तोरतः इति अङ्गकार्यम् अस्ति महोदय. यत्र आकाश अस्तु अस्तु उत्तमं. क्रीणत् इति प्रातिपदिकम्. अस्माकं पुल्लिङ्गप्रातिपदिकं किम्? प्रातिपदिकं किं? पुल्लिङ्गप्रातिपदिकं किं? क्रीणत् क्रीणत् मूलप्रातिपदिकं क्रीणत् पुल्लिङ्गप्रातिपदिकमपि क्रीणत्. प्रत्येकं सोपानं गत्वा गच्छामः अधुना तृतीयसोपानं. तृतीयसोपानं विभक्तिरूपाणि. तत्र सूत्रस्य कानि कानि सूत्राणि अत्र किं प्रसक्तिः प्राप्तिः किं भवति? स्नाभ्यस्वरातः इति पुनः वदति इति न अवगच्छामि. स्नाभ्यस्वरातः इति अङ्गकार्यम् आसीत्, अधुना तु वयम् अस्माभिः नुमागमः चिन्तनं प्रचलति खलु. तदेव अहं पूर्वम् उक्तवती अस्मि. स्ना इति आकारान् अभ्यस्तसंज्ञक अनन्तरं कित्वा नीत्वा प्रत्ययः अस्ति चेत् तत्र तु आकारस्य लोपः भवति इति. तत्तु स्ना अङ्गमस्ति चेदपि तथा एव इति वदति सूत्रम्. अधुना अस्माकं सूत्रद्वयम् अस्ति निमागमस्य चिन्तनस्य कृते. सूत्रद्वयं वर्तते, करपत्रं पश्यतु न महोदय, कस्य इति तु सर्वनामसंज्ञकसूत्रं अस्ति प्रथमपञ्चस्थलं इति अस्ति. तदनन्तरं नुमागमश्चिन्तनस्य कृते सूत्रद्वयं वर्तते. किम् अस्ति धातोः अनन्तरं किम् अस्ति? नाभ्यश्चतुः इत्यस्य प्रसक्तिः अस्ति किम् अत्र? एकनिमिषं पुष्पभगिनी महोदय वदतु, नाभ्यश्चतुः इत्यस्य प्रसक्तिः अस्ति किम् अत्र? भवतः यत् क्रीणत् इति प्रातिपदिकम् अस्ति, तत्र नाभ्यश्चतुः इत्यस्य प्रसक्तिः अस्ति किम्? अभ्यस्तसंज्ञा वर्तते किं महोदय? क्रीणा इति अङ्गस्य अभ्यस्तसंज्ञा वर्तते किम्? अभ्यस्तसंज्ञा नास्ति महोदय. न शृणोमि महोदय भवतः. अभ्यस्तसंज्ञा इत्युक्ते किं महोदय? अभ्यस्तसंज्ञा इत्युक्ते किम्? तत्तु अवगच्छति खलु महोदय. तर्हि क्रीणा इति यत् अङ्गम् अस्ति तत्र द्वित्वम् आसीत् किम्? अभवत् किम्? इन् श्नाभ्यस्योरात्र सूत्रं यु हेव् ऐदर् श्नाङ्गम् आर् अभ्यस्तङ्गम्. ओन्लि इन् दट् सूत्रं यु हेव् आर् अश्ना अण्ड् अभ्यस्तम्. इन् दिस् सूत्रं नाभ्यशतुः श्ना डसन्ट् कम् इन् टु पिक्चर् अट् आल्. इट् इस् ओन्लि फार् अभ्यस्तमङ्गं. अभ्यस्तमङ्गं यस्य शतुः अभ्यस्तमङ्गम् अस्ति चेत्, पूर्वम् अभ्यस्तङ्गम् अस्ति चेत् नुमागमः न भवति इति वदति. अधुना अभ्यस्तम् इत्येव चिन्तनीयं. यदि अभ्यस्तमस्ति चेत् पुनः वदामि, जुहोत्यादिगणस्य धातवः किमपि अस्ति चेत्, धातुः किमपि अस्ति चेत्, कोऽपि अस्ति चेत्, नो चेत् अदादिगणस्य षड् धातवः सन्ति यस्य अभ्यस्तसंज्ञा वर्तते. दक्ष् इत्यादेः षट् इति सूत्रेण जागृ देवी जक्ष् इति सूत्र धातवः सन्ति. ओन्लि फार् देट् इट् इस् अभ्यस्तसंज्ञा. ऐ इफ् वि डोण्ट् हेव् ऐदर् देट् दोस् षड् धातवः सिक्स् धातुस् आर् एनिथिङ्ग् इन् ज्योत्यादिगणस्य द्वित्वं भवति चेत् will not have numagama. But apart from that, every other dhatu in any other gana is going to get a numagama in the first five places. So in your case, kriyana is shnaangam. It is only shnaangam. This is not a jukotabhyasangam. So you will get tarhi kasi sutra se prasakti hi prapti hi. Pungita chansarana sane adada ho tari paratyaka. एकवचने क्रीणन्तौ क्रीणन्तः द्विवचने अधुना सरला भगिनी वदतु, भवत्याः नी धातुः आसीत् खलु नयत् इति मूलप्रातिपदिकं. पुल्लिङ्गप्रातिपदिकं किं? पुल्लिङ्गप्रातिपदिकं नयत् एव भवति. विभक्ति रूपाणि भवन्ति नयन् उगिताचां नयत् इति उगिताचां सर्वनामस्थाने इति सूत्रं कार्यं करोति. तथा प्रथम अनाभ्यस्तशतुः इत्यस्य प्रसक्तिः नास्ति इत्यपि वक्तव्यम्. अस्तु, नाभ्यस्तशतुः प्रसक्तिः नास्ति कारण कि अभ्यस्ताङ्गं नास्ति, अपि आकारान्त अङ्गं नास्ति. अदादीयगणे अभ्यस्त अभ्यस्तधातु नास्ति शास्त्र सो नयत् इति वादिगणे अस्ति अदन्तमङ्गम् अस्ति उगिताचां सर्वनामस्थाने इति सूत्रेण प्रथमपञ्च विभक्त्या नुमाकम भवति सो नयन्त नयन्तौ नयन्तः नयन्तं नयन्तौ नयतः नयन् इति एकवचने नयन् इति रूपं नयन् नयन् आम् नयन् नयन् नयन्तौ नयन् बालकः करति इति साधु अस्तु भगिनि अस्तु अधुना किमस्ति अस्माकं पुल्लिङ्ग पुष्पा भगिनी वत् भवत्याः धातुः आसीत् नुदत् इति आसीत् खलु मूलप्रातिपदिकं नुदत् इति आसीत् पुल्लिङ्गप्रातिपदिकमपि नुदत् इति आसीत् भवती वदतु अधुना चिन्तनं कथं स्यात् पुल्लिङ्गविभक्तिविषये सरलमस्ति भगिनि किम् इत्युक्ते जुहोत्यादिगणस्य नास्ति अभ्यस्तसंज्ञा नास्ति इति कृत्वा तावदेव एकमेव वाक्यमस्ति अभ्यस्तसंज्ञा नास्ति इति कृत्वा नुमागमः निश्चयेन भवति केन सूत्रेण अभ्यस्तसंज्ञा नास्ति इति कृत्वा नाभ्यस्तशतु इत्यस्य प्रसक्तिः नास्ति तर्हि औत्सर्गिकसूत्रमस्ति उगिदशां सर्वनामस्थाने अधातुः इति तर्हि तेन कारणेन नुमागमः निश्चयेन भवति नित्यं भवति इति कृत्वा नुमागमः भवति पञ्चस्थलेषु तावदेव अस्ति किमर्थं मया न अवगतम् नुदन् नुदन्तौ नुदन्तः नुदन्तौ नुदन्तः नुदन्तः इति नास्ति नुदतः इति एव प्रथमपञ्चस्थलेषु एव नुमागमः भवति तर्हि सरलमस्ति पुल्लिङ्गस्य कृते बहु बहु सरलमस्ति पुल्लिङ्गस्य कृते केवलं जुहोत्यादिगणस्य नो चेत् अभ्यस्तसंज्ञा वर्तते चेत् नुमागमः नास्ति एव उदाहरणार्थं ददत् इति अस्माकं प्रातिपदिकम् अस्ति मूलप्रातिपदिकं ददत् इत्यस्य अभ्यस्तसंज्ञा अस्ति इति कृत्वा तस्य नुमागमः न भवति तर्हि ददत् ददतौ ददतः ददन्तं ददतं ददतौ ददतः इति रूपाणि ददत् इत्यस्य अधुना पुनः अन्यत् उदाहरणमस्ति जागृधातोः पश्यामः जागृधातोः तु जागर्ति जागृतः जागर्ति इति भवति तर्हि जाग्रत् इति तस्य प्रातिपदिकमस्ति मूलप्रातिपदिकम् अधुना जाग्रत् इति धातोः तु जक्षित्यादयः षट् इत्यनेन तस्य अभ्यस्तसंज्ञा पृथक्तया विधीयते इति कृत्वा विशेषसूत्रेण विधीयते इति कृत्वा तस्य अभ्यस्तसंज्ञा अस्ति इति कृत्वा उगिदशां सर्वनामस्थाने अधातोः को इति औत्सर्गिकसूत्रं प्रबाद्य नाभ्यस्तशतुः इति सूत्रं कार्यं करोति अनेन नुमागमः न भवति निषेधः भवति नुमागस्य निषेधः भवति तर्हि जागृधातोः अपि समानविषयः अस्ति यथा ददात् आसीत् तथा एव जाग्रत् इत्यस्य जाग्रत् जाग्रतौ जाग्रतः जाग्रतं जाग्रतौ जाग्रतः इति रूपाणि तर्हि पुल्लिङ्गस्य सरलमस्ति प्रश्नमस्ति किं पुल्लिङ्गस्य विषये अभ्यस्तसंज्ञा नास्ति चेत् नुमागमः भवति एव भगिनि सूत्रं किम् अस्ति अदादीयगणे अभ्यस्तसंज्ञस्य दक्षिक्यादयः शास्ति इति भगिनि जक्ष जाग्र दरिद्र चकास् शास् वेदिङ् वेवीङ् इति सप्तदातवः एव सन्ति भगिनि तत्र यक्षित्यादयः षट् सिक्स् वन् सिक्स् इति सूत्रम् सर्वे जानाति भगिनि सरला कृते भगिन्याः किञ्चित् भ्रमः, नो चेत् भगिनी सर्वं जानाति सर्वं बहु विश्रमति सूत्रस्य नाम इति सर्वेषां तथा एव अस्ति इति भगिनी. आमाम् अयम् अतीत गत मासद्वयात् एतदेव प्रचलति अस्माकं वर्गः वर्गेषु, पुनः पुनः एतदेव वयं वदामः. मम तु अन्यवर्गेपि अधुना एव समाप्तं चिन्तनं शत्रुप्रत्ययस्य शानस् प्रत्ययस्य गीतासोपानवर्गेपि अहं पाठितवती इति कृत्वा पुनः पुनः तदेव वदन्ती आसम्. अस्मिन् गणे अपि तदा एव तदेव, पुनः अग्रिमगणे अपि तदेव आसीत् मम विषयः चर्चा. अभ्यस्त अधुना पुल्लिङ्गस्य कृते संशयः अस्ति किम्? तस्यापि चिन्तनमेव मास्तु, सरलं बहु सरलमस्ति तस्य कृते. यदि ज्योत्यादिगणस्य गणचिन्तनमस्ति खलु, ज्योतिगणस्य ज्योत्यादिगणस्य अस्ति चेत् नुमागमः नास्ति. अन्य नवगणेषु अपि द्वादिगणस्य दिवादिगणस्य तुद्धादिगणस्य वा क्रयादिगणस्य वा यत्किमपि गणः भवतु, तस्य तु नुमागमः प्रथमपञ्चस्थलेषु निश्चयेन भवति पुल्लिङ्गे नास्ति खलु. अधुना नपुंसकलिङ्गं पश्यामः किम्? नपुंसकलिङ्गमपि सरलम् अस्ति. यदि वयं पुल्लिङ्गं स्त्रीलिङ्गम् अवगच्छामः चेत् चिन्तनं नपुंसकलिङ्गे अपि समानमस्ति, बहु सरलमस्ति. अधुना किम् इत्युक्ते, नपुंसकलिङ्गे अहं सरलरूपेण लघुमार्गं वदामि प्रथमम्, अनन्तरं वयं सूत्रं पश्यामः. लघुमार्गः किम् इत्युक्ते, स्त्रीलिङ्गप्रातिपदिके यत् रूपम् आसीत् खलु तदेव रूपम् अस्ति. प्रथमाविभक्ति द्विवचने, अनन्तरं द्वितीयाविभक्ति द्विवचने. तर्हि अस्माकं किम् आसीत्, मम धातुः आसीत् चोर. अनन्तरं किम् इत्युक्ते, एकवचने नपुंसकलिङ्गे प्रथमाविभक्ति एकवचने, द्वितीयाविभक्ति एकवचने, नुमागमः न भवति. केवलं मध्यम द्विवचने बहुवचने एव भवितुम् अर्हति. अस्तु, तर्हि एकवचने निश्चयेन नास्ति. तर्हि मम धातुः चुर् धातुः आसीत्, तर्हि मम चुर् धातुः चोरयत् इति आसीत् प्रातिपदिकं, नपुंसकलिङ्गप्रातिपदिकमपि. तर्हि चोरयत्, अधुना द्विवचनं स्त्रीलिङ्गं यत्तस्य तदेव अस्ति रूपं. चोरयन्ती इति मम स्त्रीलिङ्गप्रातिपदिकम् आसीत्, तदेव अत्रापि अहं स्थापयामि चोरयन्ती इति. अनन्तरं मम बहुवचनरूपम् इति पश्यामि चेत्, यदि पुल्लिङ्गे प्रथमपञ्चविभक्तिस्थलेषु निमागमः आसीत् चेत् मम बहुवचने निमागमः भवति. पुल्लिङ्गे प्रथमपञ्चस्थलेषु निमागमः नास्ति चेत् अत्र किञ्चित् वैकल्पिकः अस्ति, अत्र विकल्पेन आगच्छति. अत्र ज्योत्यादिगणे अस्ति चेत् विकल्पेन आगच्छति बहुवचने मम. तर्हि मम तु जुहत्यधिगणस्य नास्ति, तर्हि मम बहुवचने तु नित्यं भवति. तर्हि चोरयत्, चोरयन्ती, चोरयन्ति. पुनः द्विवचने अपि समानमस्ति, शून्यं शिशि इति अस्ति. शून्यं शिशि इति प्रथमाविभक्ति द्वितीयविभक्ति समानं नपुंसकलिङ्गस्य कृते. तर्हि चोरयत्, चोरयन्ती, चोरयन्ति. पुनः द्विवचने द्वितीयविभक्तिः चोरयत्, चोरयन्ती, चोरयन्ति इति रूपाणि. अधुना सरला भगिन्याः स्वीकुर्मः. नयत् इति अस्माकं प्रातिपदिकम् आसीत्. नयत् इति प्रातिपदिकं बहु भगिनी एव वदतु, सरला भगिनी, एकवचने किं रूपम् अस्ति प्रथमाविभक्ति? नयत् नयत् नयत् भवति. द्विवचने किम् अस्ति? नयन्ति इति भवति, शप्शानो नित्यमिति अनेन. तदेव अस्माकं स्त्रीलिङ्गप्रातिपदिकम् आसीत् इति कृत्वा तदेव अस्ति अत्रापि. नयन्ति इति द्विवचने. अधुना भगिनी पुल्लिङ्गे बहुवचने वदतु. बहुवचने नयन्त भवति. प्रथमपञ्चस्थलेषु नुमागमः अभवत् किं भवत्याः? आमां अत्र भवति नयन्ति. तर्हि रूपाणि वदन्तु, वदतु. नयत् नयन्ति, नयन्ति, नयत् नयन्ति, नयन्ति इति भवति. उत्तमं भगिनि. अग्रे तु न भवति एव तृतीयविभक्ति आरभ्य. अस्तु, अधुना मणिमहोदय वदतु, भवतः धातुः कः आसीत्? क्रु धातुकं मध्ये क्रीणत् इति प्रातिपदिकं एकवचने द्विवचने क्रीणन्ति इति रूपं सी प्रत्ययः अधः क्रीणन्ति इति रूपं भवति. भवतः स्त्रीलिङ्गस्य कृते क्रीणन्ति इति आसीत् किं रूपम्? श्रीलिङ्गे प्रातिपदिकं भवति. श्रीलिङ्गे क्रीणन्ति इति प्रातिपदिकं भवति. महोदय न महोदय, कथं स्यात् तथा क्रीणत् इति विस्मृतवान्. किम् आसीत् स्त्रीलिङ्गस्य कृते चिन्तनं किम् आसीत्? भवतः प्रातिपदिकम् आसीत् क्रीणति इति प्रातिपदिकम् आसीत् स्त्रीलिङ्गप्रातिपदिकम्. रिमेम्बर् महोदय, इट् इस् नाट् शप् आर् शन् अपि नास्ति, शप् शप् अपि नास्ति, शन् अपि नास्ति. इट् डज़न्ट् फाल् अण्डर् उगादिगण अपि नास्ति. इट् डज़न्ट् हाव् एन् अदन्तम् अङ्गम्. द्वयोः सूत्रे एव कार्यं न करोति अत्र. अनुबन्धम् अस्ति क्रीणति इति. क्षम्यतां महोदय, क्रीणति क्रीणति we cover for achinadyam. It is either akarah or akarah, it's not both. It is shna dhatu asti, shna iti kriya adiganasya dhatu asti. Krinati iti dvivachana, tari prathama vibhakti dvivachanam krinati, dvitiya vibhakti dvivachanam atrati tadeva tadeva. Tari uttama mahode, aduna bahuvachanam kim asti, asmakam pullinge numagamah abhavat kim? पुल्लिङ्गे अभवत्. अभवत् तर्हि अत्र बहुवचने भवति. तर्हि क्रीणत् क्रीणति क्रीणन्ति. द्वितीयविभक्ति क्रीणत् क्रीणति क्रीणन्ति इति अभवत् खलु. प्रश्नः नास्ति खलु. अस्तु पुष्पा भगिनी, प्रश्नः, भवत्याः धातुः कः धातुः आसीत्? नुद् धातुः. अधुना भवती वदतु, नपुंसकलिङ्गप्रातिपदिकं किम् अस्ति भगिनि? नुदत्. नुदत् इति एव अस्ति. अस्तु, तर्हि नपुंसकलिङ्गस्य एकवचनरूपं किम् अस्ति? प्रथमा विभक्ति एकवचनं पुंसकलिङ्गे सर्वे वदामि. एकैकं स्वीकृत्य, सर्वेषामपि भ्रमः जायते. एकैकं स्वीकृत्य वदतु भगिनि, सोपानं वयं न त्यजामः. एकवचनस्य रूपं किम् इति वदतु. नुदत् नुदत् नुपुंसकलिङ्गे प्रथमाविभक्ति एकवचनं, द्वितीयाविभक्ति एकवचनमपि नुदत् एव खलु. अधुना भवत्याः स्त्रीलिङ्गप्रातिपदिकं किम् आसीत्? स्त्रीलिङ्गे नुदन्ति इति आगच्छति. पुनः स्मरतु, अत्र अस्ति नकारः अस्ति, नुमागमः अस्ति. भगिनी किम् अस्माभिः चर्चितम् इति पूर्णतया सर्वे विस्मरन्ति. रूपद्वयम् आसीत् कृत्वा नुदति नुदन्ति इति रूपद्वयं साधितम् अस्माभिः. भगिनी दश भगिनी, अहं किं वदामि, भवती न शृणोति एव. मध्ये मध्ये यदा सम्भाषणं करोति बहु कष्टं जायते, अस्माभिः चर्चा न कर्तुं शक्यते खलु. तर्हि तदर्थमेव कदाचित् विस्मरति. किमर्थम् इत्युक्ते न शृणोति एव. प्रातिपदिकं किम् आसीत्? नुदति नुदति इति रूपद्वयम् आसीत् विकल्पेन, वैकल्पिकम् आसीत् खलु. शप्शनो आचीनद्योर्णम् इत्यनेन सुदादिगणस्य अदन्तम् अङ्गम् अस्ति इति कृत्वा रूपद्वयं भवति. शप् अपि नास्ति, रूपद्वयम् आसीत्. तर्हि नपुंसकलिङ्गे अपि रूपद्वयं भवति. तर्हि नुदत् इति एकवचने, द्विवचने नुदति नुदन्ति इति रूपद्वयं भवति. अस्तु, अधुना बहुवचनं पश्यामः. बहुवचनं पुल्लिङ्गवत् भवति, द्विवचनं स्त्रीलिङ्गप्रातिपदिकवत्, बहुवचनं पुल्लिङ्गवत् अस्ति. अधुना पुल्लिङ्गे प्रथमपञ्चस्थलेषु नुमागमः आसीत् किं भवत्याः नुदत् इति दातु इति प्रातिपदिकस्य नुदत् नुदन् नुदन्तौ नुदन्तः नुमागमः अभवत् खलु तर्हि अत्रापि नुमागमः भवति तर्हि अस्माकं रूपाणि सन्ति नुदत् नुदति नुदन्ति इति रूपद्वयं द्विवचने बहुवचने नुदन्ति इति एकं रूपम् इति विभक्तिद्वयस्य अपि समानमस्ति तत्तु द्वे अपि अस्ति वा स्त्रीलिङ्गे द्वे अपि अस्ति नुदति नुदन्ति द्वे अपि अस्ति वा आं भगिनि तथा चर्चितमासीत् खलु आम् आचीनद्वयमपि विकल्पिक अस्ति अत्र तत्र अस्ति अत्र अपि अस्ति नुदति अत्र तु विभक्तिरूपमेव रूपं द्वयमस्ति अत्र तु प्रातिपदिकं नास्ति विभक्तिरूपं द्विवचनरूपं रूपद्वयं वर्तते आं भगिनि नपुंसकलिङ्गे स्त्रीलिङ्गे स्त्रीलिङ्गे प्रातिपदिकस्य एव रूपद्वयम् प्रातिपदिकस्य एव रूपद्वयम् इति कृत्वा एव नुदति नुदत्यौ नुदत्यः इति एकप्रकरणं नुदन्ति नुदन्त्यौ नुदन्त्यः इति अन्यत् अस्ति स्त्रीलिङ्गस्य प्रातिपदिके एव नुमागमः विधीयते इति स्मार्तः किमर्थम् इत्युक्ते समानसूत्रमस्ति शप्शनो नित्यम् आचीनद्युर्लुम् उभयोः सूत्रयोः नदी प्रत्ययः नो चेत् शी प्रत्ययः इति उक्तमस्ति ीप्रत्ययः नपुंसकलिङ्गस्य द्विवचनप्रत्ययः अस्ति तर्हि नदीप्रत्ययस्य यत् अस्ति तदेव सूत्रमस्ति अत्रापि तथा एव अत्र अस्माकम् उगिच्छां सर्वनामस्थाने अधातोः इति सूत्रं पुल्लिङ्गस्य कृते सर्व पञ्चस्थलेषु सर्वनामस्थानम् आयाति इति कृत्वा तत्र तस्य प्रसक्तिः नपुंसकलिङ्गस्य कृते पश्यामः बहुवचने सर्वनामस्थानं स्थानमस्ति इति कृत्वा उगितसां सर्वनामस्थाने अधातुः इत्यस्य प्रसक्तिः केवलम् एकमेव अस्ति किम् इत्युक्ते एकः एकस्मिन् एव गणे विद्यते यत्र जुहोत्यादिगणस्य अस्ति संज्ञा अस्ति अभ्यस्तसंज्ञा वर्तते चेत् सामान्यतया पुल्लिङ्गे किं दृष्टवन्तः नाभ्यस्तशब्दः इति दृष्टवन्तः खलु नुमागमः न भवति किन्तु नपुंसकलिङ्गे विकल्पेन अन्यसूत्रं किं सूत्रं किम् अस्ति अस्माकं वानपुंसकस्य क्षमितां वानपुंसक परन्तु अदादि न अदादिगणे तुदादिगणे न तुदादिगणे चतुर्दशधातु सूत्रमस्ति एकनिमिषं भगिनि तत्र तु नपुंसकलिङ्गस्य कृते उहितसां सर्वनामस्थाने इत्यपि नास्ति नपुंसकस्य जलजः इति सूत्रेण आगच्छति किन्तु समानविषयः तु समानः अस्ति बहुवचने नवसुगणेषु नुमागमः चिन्तनं भवति नुमागमः आयाति नित्यम् आयाति किन्तु नपुंसकलिङ्गस्य कृते वा नपुंसकस्य इति सूत्रेण नुमागमः तत्र वैकल्पिकः भवति तर्हि ददाति अधुना वयं ददत् इति प्रातिपदिकं स्वीकुर्मः तर्हि एकवचने किं रूपम् इति वदतु नपुंसकलिङ्गे किं ददत् ददत् ददत् ददत् एव ददत् एव मध्यम क्षम्यतां द्विवचने किम् इति ददत् ददाति स्त्रीलिङ्गप्रातिपदिकं किम् आसीत् ददत् इत्यस्य ददति ददति इति नुमागमः नास्ति तत्र किमर्थम् इत्युक्ते जुहोत्यादिगणे आचीनद्योर्णमपि नास्ति शाभ्यस्यरोतः अपि नास्ति इति कृत्वा जुहोत्यादिगणस्य नास्ति अदन्तमङ्गं नास्ति इति कृत्वा तत्र तु अकारान्तमङ्गं नास्ति इति वक्तव्यम् अकारान्तमङ्गं नास्ति इति कृत्वा ह्रस्वकारः अपि नास्ति दीर्घकारः अपि नास्ति इति कृत्वा न भवति ददति इति एव प्रातिपदिकं क्षम्यताम् अस्माकं रूपं द्विवचने अधुना बहुवचने किम् अस्ति बहुवचने सामान्यतया पश्यामः चेत् नवसुगुणेषु न भवति किन्तु जुहोत्यादिगणः यत्र नपुंस जुहोत्यादिगणे अस्ति चेत् यत्र अभ्यस्तसंज्ञा वर्तते तत्र तु वैकल्पिकः अस्ति, तर्हि रूपद्वयं भवति, ददन्ति इति एकं रूपं, ददति इति अन्यत् रूपम्. अस्तु, अभवत् किं समयः पतितः. प्रश्नः अस्ति किम्? अस्माकं करपत्रं समाप्तं. भगिनि एकः प्रश्नः अस्ति, नपुंसकस्य झलच तस्य सर्वनामस्थाने परि झलन्तङ्गस्य अजन्तङ्गस्य अनुमागमो भवति. अदादिगणे अपि अस्ति न चतुर्दश चतुर्दशातूनां परे क्षम्यतां सरला भगिनी, मया न श्रुतं भवत्याः प्रश्नः कः आसीत्. मम प्रश्नः अस्ति अजन्त अङ्गस्य ज्वलन्त अङ्गस्य सो द्वे भिन्न. अत्र नपुंसकलिङ्गस्य नपुंसकस्य जलसः इत्यस्मिन् अदन्तम् अनदन्तम् इति नास्ति एव, केवलं नपुंसकलिङ्गस्य तु अत्र पुल्लिङ्गे अपि तथा नास्ति, स्त्रीलिङ्गे एव अदन्तमङ्गम् अनदन्तम् अङ्गम् इति चिन्तनं भवति. अस्तु, पुल्लिङ्गे अपि तथा नास्ति, नपुंसकलिङ्गे अपि केवलं गणस्य एव विषयः अस्ति. अभ्युत्संज्ञा वर्तते किमिति एव प्रश्नः. सामान्यतया अभ्युत्संज्ञा वर्तते चेत् पुल्लिङ्गे अभ्युत्संज्ञा अस्ति चेत् ब्रह्मागमः न भवति सर्वनामस्थाने, किन्तु नपुंसकलिङ्गे अस्ति चेत् किन्तु अन्यत्र सर्वत्र भवति. नपुंसकलिङ्गे बहुवचने अस्ति चेत् अभ्युत्संज्ञा अस्ति चेत् विकल्पेन भवति, अन्यत्र नवसु गणेषु अपि नित्यं भवति. अत्र अदादिगणे चतुर्दशानां धातूनां परे अपि आगच्छति. अदादिगणे षड् धातूनाम् अपि न च वाया भा तत्तु स्त्रीलिङ्गस्य कृते खलु, तत्तु द्विवचनस्य कृते किमित्युक्ते सामान्य केवलम् अकारान्तधातुः अस्ति चेत् अकारान्तमङ्गं खलु, आकारान्तम् आकारः नो चेत् अकारः, ह्रस्वकारः नो चेत् आकारः अस्ति चेत् अन्तधातुः अस्ति चेत् रूपद्वयं भवति. बहुवचने तदेव स्तुति, द्विवचने तु स्त्रीलिङ्गप्रातिपदिकवत् भवति समानकार्यं. बहुवचने तु यथा पुल्लिङ्गे अस्ति तथा अस्ति, केवलम् अभ्युक्तसंज्ञा अस्ति चेत् द्वित्वं भवति चेत् विकल्पेन नुमागमः भवति बहुवचने. पुल्लिङ्गे बहु नपुंसकलिङ्गे बहु नपुंसकलिङ्गे बहुवचने अपि अभ्यस्तसंज्ञा इति प्रमुखविषयः अस्ति. स्त्रीलिङ्गस्य कृते पश्यामः चेत् नो चेत् नपुंसकलिङ्ग द्विवचने पश्यामः चेत् चिन्तनं भवति अदन्तम् अङ्गं वा इति द्रष्टव्यम्, अदन्त अन्तम् अङ्गं वा द्रष्टव्यं. यदि ह्रस्वकारः नो चेत् दीर्घाकारः अस्ति चेत् तत्र चिन्तनं भवति. कुत्रचित् शप्शन् अस्ति चेत् नित्यं भवति, नो चेत् विकल्पेन भवति, अन्यत्र तु न भवति एव. समयः अतीतः, विरमामः. किं प्रश्नः? समीचीनं पाठः.